तृतीयोऽध्यायः शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धिः भगवता निर्दिष्टे साङ्ख्ये बुद्धिः योगे बुद्धिः इति च तत्र प्रजहाति यदा कामान् इत्यारभ्य आ अध्यायपरिसमाप्तेः साङ्ख्यबुद्ध्याश्रितानां संन्यासं कर्तव्यम् उक्त्वा तेषां तन्निष्ठतया एव च कृतार्थता उक्ता एषा ब्राह्मीस्थितिः इति अर्जुनाय च कर्मण्येवाधिकारस्ते माते सङ्गोस्त्वकर्मणि इति कर्म एव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य न तत एव श्रेयः प्राप्यमुक्तवान् तदेतदालक्ष्य पर्याकुलीकृतबुद्धिः अर्जुनः उवाच कथं भक्ताय श्रेयोऽर्थिने यत्साक्षात् श्रेयःप्राप्तिसाधनं साङ्ख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्ट अनेकानर्थयुक्ते पारम्पर्येणापि अनेकान्तिकश्रेयःप्राप्तिबले नियुञ्जात् इति युक्तः पर्याकुलीभावः अर्जुनस्य तदनुरूपश्च प्रश्नः जायसि चेत् इत्यादि प्रश्न अपाकरणवाक्यं च भगवतः युक्तं यथोक्तविभागविषयशास्त्रे केचित्तु अर्जुनस्य प्रश्नार्थम् अन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति यथा च आत्मना सम्बन्धग्रन्थे गीतार्थनिरूपितः तत्प्रतिकूलं च इह पुनः प्रश्नप्रतिवचनयोः अर्थं निरूपयन्ति कथं तत्र सम्बन्धग्रन्थे तावन् सर्वेषाम् आश्रमिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे निरूपितः अर्थः इत्युक्तम् पुनः विशेषितं च यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः प्राप्यते इति एतत् एकान्तनीयं प्रतिषिद्धमिति इह तु आश्रमविकल्पं दर्शयत यावज्जीवश्रुतिचोदितानामेव कर्मणां परित्यागः उक्तः तत्कथम् ईदृशं विरुद्धम् अर्थम् अर्जुनाय ब्रूयात् भगवान् श्रोता वा कथं विरुद्धम् अर्थम् अवधारयेत् तत्र एतस्य गृहस्थानामेव श्रौतकर्मप्रत्यागेन केवलादेव ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणामिति एतदपि पूर्वोत्तरविरुद्धमेव कथं सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमान्तराणाम् अथमतं श्रौतकर्मापेक्षया एतद्वचनं केवलादेव ज्ञानात् श्रौतकर्मरहिता तु गृहस्थानां मोक्षः प्रतिषिध्यते इति तत्र गृहस्थानां विद्यमानमपि स्मार्तं कर्म अविद्यमानवतो उपेक्ष ज्ञानादेव केवलात् इत्युच्यते इति एतदपि विरुद्धं कथं गृहस्थस्यैव स्मार्तकर्मणा समुचिता ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः शक्यम् अवधारयितुं किञ्च यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तदा गृहस्थस्यापि इष्यतां स्मार्तैरेव समुच्चयो न श्रौतैः अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिता ज्ञानात् मोक्ष इति तत्रैवं सति गृहस्थस्य आयासबाहुल्य श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षस्य न आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वातिथि तदपि असत् सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन मोक्षोः सर्वकर्मसन्न्यासविधानम् आश्रमविकल्पसमुच्चयविधानाच्च श्रुतिस्मृत्युः सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः न मोक्षोः सर्वकर्मसन्न्यासविधानं पुत्रैषणाय वित्तैषणायाश्च विलोकैषणायाश्च वित्ताय भिक्षाचरिं चरन्ति तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः न्यास एव अत्यरेचयत् इति न कर्मणा न प्रजयाधनेन त्यागेनैकेमृतत्मानशो इति चेत् ब्रह्मचर्यादेव प्रव्रजेत्याद्यः श्रुतिः त्यजधर्मम् अधर्मं च उभे सत्यानुते त्यज उभे सत्यानुते त्यक्त्वा येन त्यजसि तत्त्यज संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षय प्रवर्जन्ति अकृतोद्वाहः परं वैराग्यमाश्रितः इति बृहस्पति कर्मणा बध्यते जन्तोः विद्यया च विमुच्यते तस्मात् कर्म न कुर्वन्ति यतः पारदर्शिनः इति शुकानुशासनम्। इह अपि च सर्वकर्माणि मनसा सन्न्यस्य इत्यादि। मोक्षस्य च अकार्यत्वमुमुक्षोः कर्म अनर्थक्यम्। नित्यानि प्रत्यवायपरिहारार्थानि इति चेन्न असन्न्यासविषयत्वात् प्रत्यवायप्राप्ते। न हि अग्निकार्यादि अकरणसन्न्यासिनः प्रत्यवायः कल्पयितुं शक्यते, यदा ब्रह्मचारिणाम् असन्न्यासिनामपि कर्मिणाम्। न तावत् नित्यानां कर्मणाम् अभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पितुं शक्यते। कथम् असतः सज्जायेत इति असतः सज्जन्म असम्भवश्रुते। यदि विहित अकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणम् इति उक्तं स्यात्। विहितस्य करण अकरणयोः दुःखमात्रफलस्वत्। तथा च कारकं शास्त्रं न ज्ञापकमिति अनुपन्नार्थं कल्पितं स्यात्। न च एतदिष्टं तस्मात् न सन्न्यासिनां कर्माणि। अतो ज्ञानकर्मणोः समुच्चय अनुपत्तिः जायसि चेत् कर्मणस्ते मताबुद्धिः इति अर्जुनस्य प्रश्न अनुपत्तिः। यदि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुचित्य त्वया अनुष्ठेयमिति उक्तं स्यात्, ततः अर्जुनस्य प्रश्नः अनुत्पन्नः, जायसि चेत् कर्मणस्ते मदा बुद्धिः इति। अर्जुनाय चेत् बुद्धिकर्मणि त्वया अनुष्ठेयः इत्युक्ते या कर्मणो जायसि बुद्धिः सापि उक्ता एव इति, तत् किं कर्मणि घोरे मां नियोजयसि केशव इति उपालम्बः प्रश्नो वा न कथञ्चन उपपद्यते। न च अर्जुनस्यैव जायसि बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन जायसि चेदिति विवेकतः प्रश्नस्य। यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोः विरोधः युगपदनुष्ठानं न सम्भवति इति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात्, ततो अयं प्रश्नः उत्पन्नः जायसि चेत् इत्यादि। अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवता प्रतिवचनं नोत्पद्यते। न च अज्ञाननिमित्तं भगवत्प्रतिवचनं कल्पनीयम्। अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शन ज्ञानकर्मणोः समुच्चय अनुत्पत्तिः। तस्मात् केवलादेव ज्ञानात् मोक्ष इति येषु अर्थो निश्चितो गीतासु सर्वोपनिषत्सु च। ज्ञानकर्मणोः एकं वद निश्चित्य इति च एकविषया एव प्रार्थना अनुपपन्ना, उभयोः समुच्चयः सम्भवेत्। कुरु कर्मैव तस्मात्त्वम् इति च ज्ञान्यष्ट असम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यते। अर्जुन उवाच, जायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन, तत् किं कर्मणि घोरे मां नियोजयसि केशव। जायसि श्रेयसि चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिः, ज्ञानं हे जनार्दन। यदि बुद्धिकर्मणि समुचिते इष्टे तदा एकं श्रेयस्साधनमिति कर्मणो जायसि बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेः अनुपपन्नम् अर्जुनेन कृतं स्यात्। न हि तदेव तस्मात् फलतो अतिरिक्तं स्यात्। तथा च कर्मणः श्रेयस्करी भगवता उक्ता बुद्धिः, अश्रेयस्करं च कर्म कुरु इति मां प्रतिपादयति, तत् किं नु कारणमिति भगवतः उपालम्भमिव कुर्वन्, तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह तच्च न उत्पद्यते। अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः, अर्जुनेन च अवधारितश्चेत् तत् किं कर्मणि घोरे मां नियोजयसि इत्यादि कथं युक्तं वचनं। किञ्च व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे, तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्। व्यामिश्रेणैव, यद्यपि विविक्ताभिधायि भगवान्, तथापि मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिपादति। तेन मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोह अपनयायैः प्रवृत्तः त्वं तु कथं मोह्यसि? अतः ब्रवीमि बुद्धिं मोह्यसि इव मे मम इति। त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः एकपुरुष अनुष्ठान असम्भवं यदि मन्यसे तत्रैवं सति तत्तयोः एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि। येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् इति यदुक्तं तदपि नोपपद्यते। यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात् तत् कथं तयोः एकं वद इति एकविषय एव अर्जुनस्य शुश्रूषा स्यात्। न हि भगवता पूर्वमुक्तम् अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि नैव द्वयमिति। येन उभयप्राप्ति असम्भवम् आत्मना मन्यमानः एकमेव प्रार्थये। प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच। श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा निष्ठ पुरा प्रोक्ता मया नघ ज्ञानयोगेन साङ्ख्यान कर्मयोगेन योगिना। लोके अस्मिन् शास्त्रार्थानुष्ठानादिकृतानां त्रैवर्णिकानां द्विविध द्विप्रकारानिष्ठास्थितिः अनुष्ठेयतात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिश्चयसप्राप्तिसाधनं वेदार्थसम्प्रदायम् आविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपाप। तत्र का सा द्विविधा निष्ठा इत्याह? तत्र ज्ञानयोगेन ज्ञानमेव योगः तेन साङ्ख्यानम् आत्मानात्मविषये विवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसन्न्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मणि एव अवस्थितानां निष्ठा प्रोक्ता।